अद्यतनविषयः अस्ति ज्ञानाधिकरणम् आत्मा. नमस्कारः नमस्कारः, नमस्कारः, गीता अहं भगिनी गीता वा? अस्मि। आम् आम् गीता, अस्तु अस्तु. ज्ञानाधिकरणम् आत्मा इत्यस्य विषये चर्चा भवति अद्य. तस्मात् प्राक् गते सप्ताहे वयं दिशः विषये चिन्तनं कृतवन्तः. प्राची उदयगिरि इति चित्रमपि परिशीलितवन्तः पुस्तके. तत्र दिशः लिङ्गस्य विषये किञ्चित् वक्तव्यं भवति. तर्हि दिग्वाचकशब्दाः ये सन्ति, प्राची, प्रदीचि, उदीचि, अपाचि इति, ते सर्वे स्त्रीलिङ्ग स्त्रियामेव भवन्ति. अनन्तरं पूर्वपश्चिमदक्षिण उत्तरशब्दाः यदा दिशः अर्थे प्रयुज्यमानाः भवन्ति तदा एव स्त्रीलिङ्गे भवति. नो चेत् तेषाम् उपयोगः तु देशार्थे कालार्थे अपि भवति. तदा देशकालः इति पुल्लिङ्गमस्ति, तर्हि तथा एव भवति. किन्तु दिगर्थे यत्र पूर्वपश्चिमदक्षिण उत्तरशब्दानां प्रयोगः भवति तत्र तेषामपि स्त्रीलिङ्गम्. प्राची, प्रदीचि, उदीचि, अपाचि तु स्त्रीलिङ्गपदानि एव. अनन्तरं पूर्वदक्षिण उत्तरशब्दाः सर्वनामसंज्ञकाः. नाम सर्वनाम यथा भवति तथा एव भवति. पूर्वस्याम् इति सप्तमी विभक्तौ दिगर्ते स्त्रीलिङ्गे भवन्ति, अपि च सर्वनामसंज्ञकाः अपि भवन्ति. पूर्वस्यां, दक्षिणस्याम्, उत्तरस्याम् इति भवति. यथा सर्वनाम सः शब्दः तत् शब्दस्य रूपं भवति स्त्रीलिङ्गे, तथा भवति. पश्चिमः शब्दः सर्वनामसंज्ञकः नास्ति. तथैव प्राची, प्रदीचि, उदीचि, अपाचि. तर्हि यथा सामान्य ईकारान्तस्त्रीलिङ्गशब्दः भवति नदीशब्दः, तथा एव भवति प्राची, प्रदीचि, उदीचि, अपाचि इति शब्दाः इति वक्तव्यम् आसीत्. अधुना ज्ञानविषये चर्चाम् आरभामहे. के के आगतवन्तः? लक्ष्मी भगिनी, अनन्तरं वर्धिनी भगिनी वा? आम्. अस्तु, प्रथमतया पुस्तकात् किञ्चित् पठामः. अनन्तरं करपत्रम् अस्ति, तस्यापि पठनं भवति. करपत्रद्वयमपि उद्घाटितं स्यात्. अस्तु, सन्ध्या भगिनी आरब्धुमिच्छति वा पुस्तकात्? आम्. ज्ञानवान् इत्यनुक्त्वा, ततः किल? सत्यं भगिनि. ज्ञानवान् इत्यनुक्त्वा पृष्ठसङ्ख्या 62 इति अस्ति. आम्, त्रिषष्टितमे पुटे. सर्वे तत्र पश्यन्तु कृपया. अस्तु भगिनि. ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणम् इति कुतः उक्तम्? ज्ञानवान् उद्देशक्रमानुसारम् आत्मानं निरूपयति. ज्ञानाधिकरणम् आत्मा, सः द्विविधः, जीवात्मा परमात्मा चेति. तत्र ईश्वरः सर्वज्ञः, परमात्मा एकः एव. जीवस्तु प्रतिशरीरं भिन्नः, विभुः नित्यः च इति. इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानाधिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय. ग्रहणदार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते. कालनिरूपणे दर्शितरीत्या सर्वेपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपाधौ च वर्तन्ते. ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते. बुद्धिः सुखं. अस्तु भगिनि, किञ्चित् विवरणं ददातु. तर्हि विषयः अस्ति अत्र आत्मनः विषये. ज्ञानवान् आत्मा इति न वदामः. किमर्थं ज्ञानाधिकरणम् आत्मा इति तत्र विषयः अस्ति इति उक्तमस्ति इति अस्ति. तर्हि अग्रे ज्ञानस्य निरूपणमस्ति यथा ग्रन्थे दत्तमस्ति. क्षणं ददातु भगिनि. अस्तु. हा, तर्हि ज्ञानस्य निरूपणम् अस्ति, यथा मूलग्रन्थे अस्ति आत्मनः विषये ज्ञानाधिकरणम् आत्मा द्विविधः अस्ति, जीवात्मा परमात्मा इति. अनन्तरं तत्र ईश्वरः परमात्मा इत्युक्ते ईश्वरः अस्ति, सः सर्वज्ञः अस्ति, सः एव परमात्मा. अनन्तरं जीवात्मा अस्ति, तत् प्रतिशरीरं भिन्नः भिन्नः अस्ति आत्मा. पुनः विभुः अस्ति, आत्मा नित्यः अस्ति इति उक्तम्. तत्र न कोऽपि सन्देहः कस्यापि इति मन्ये, वयं वारं चर्चां कृतवन्तः अपि तस्य विषये, आत्मा विभुः आत्मा नित्यं च इति. अस्तु भगिनि, किमर्थं तर्हि प्रश्नः कः अग्रे? तर्हि सः एव प्रश्नः अस्ति, ज्ञानवान् आत्मा इति न वदामः, ज्ञानाधिकरणम् आत्मा इति वदामः, तत् किमर्थम्? तर्हि तस्य उत्तररीत्या वदन्ति ते सम्बन्धविशेषसूचनाय इति, तत्र सम्बन्धं दर्शयितुं तथा वदामः इति. ग्रहणदार्ढ्याय पुनरपि सः कीदृशः सम्बन्धस्य सूचनाय? आधाराधेयभाव सूचनाय. तत्र आधारः कः? आधारः अस्ति आत्मा. अधिकरणं किं? ज्ञानं. ज्ञानं पृथिव्यादि लक्षणवाक्ये अपि, तत्र गन्धवत्वं पृथिव्याः लक्षणं, गन्धवती पृथिवी इति उक्तं प्रथमतया, तदनन्तरं गन्धवत्वं पृथिव्याः लक्षणम् इति यदा वदामः तत्र सम्बन्धः सुष्ठु दर्शितः भवति, आधाराधेयता आधाराधेयभावः. तथैव ज्ञानाधिकरणम् आत्मा इति अपि अस्ति. अस्तु, अनन्तरं भगिनि. अस्तु अग्रे, तर्हि यथा कालः अस्ति, कालः तत्र महाकालः विभुः अस्ति, नित्यः अस्ति, परन्तु तस्य उपाधिं कृत्वा तस्य उपयोगं कुर्मः, अनन्तरं कालिकसम्बन्धस्य तत्र उपयोगं कुर्मः. एकनिमेषः, हा, कालनिरूपणे दर्शितरीत्या सर्वेपि पदार्थाः कुत्र कुत्र भवन्ति? काले भवन्ति, महाकाले भवन्ति. आम्, महाकाले भवन्ति. केन सम्बन्धेन? कालिकसम्बन्धेन. हा, अनन्तरं कुत्र भवन्ति? तत्र महाकालस्य उपाधयः ये सन्ति तेषु उपाधिषु अपि भवन्ति. भवन्ति, सम्यक्. तथैव आत्मा अपि. अस्तु, तत् ज्ञानमपि इति उक्तं, ज्ञानस्य विषये वदतु. तर्हि ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते, इत्युक्ते यथा अन्य सर्वे पदार्थाः महाकाले वर्तन्ते कालिकसम्बन्धेन, तथैव ज्ञानमपि महाकाले वर्तते इति वदन्ति. सम्यक् अस्ति. अत्र कोऽपि प्रश्नः वा कस्यापि? अस्तु, नूतनतया केन आगतम् अधुना? नमस्ते भगिनि, अखिला. अखिला भगिनि, अस्तु अस्तु, तर्हि अग्रे राजेन्द्रमहोदय पठति वा? आम् भगिनि. भगिनि, मम एकः प्रश्नः अस्ति, ज्ञान अधिकरणम् अस्ति, आत्मा अधे अस्ति, ज्ञान अधिकरणं ज्ञानं कुत्र वर्तते? ज्ञान आत्मनि वर्तते. आत्मनि वर्तते, तर्हि भवती एव वदतु तत्र अधिकरणं किम्, आदेयः कः इति. सो आत्मनिष्ठ अधिकरणता, आत्मनिष्ठ अधिकरणता निरूपति ज्ञान आश्रय आधेयता आश्रय ज्ञान ज्ञानं. तर्हि भवती एव वदतु इदानीम् अधिकरणं किम् अत्र? अधिकरणम् आत्मनि, अधिकरणम् आत्मा, आदेयः आधेय ज्ञान ज्ञानम्. हा, प्रथमवाक्ये ज्ञानाधिकरणम् आत्मा इति अस्ति खलु, तत्र विग्रहवाक्यं भवति ज्ञानस्य अधिकरणम् आत्मा इति. तदेव अत्र प्रदर्शितम्. यदि आमाम् इदानीमहं गृहम् गच्छामि. यदि गन्धवती पृथ्वी तो कथं गन्धवती पृथ्वी आत्मन् गन्धवती गन्ध तस्य लक्षणं भवति, ज्ञानम् अपि लक्षणं भवति, रैट्? आत्मनः गुणः अस्ति, ज्ञानं गुणः अस्ति. तर्हि लक्षणम् इति वक्तुं स्यात्, लक्षणमेव स्यात्. अव्याप्ति अतिव्याप्ति असम्भवदोषः नास्ति चेत् ज्ञानं लक्षणमेव आत्मनः. सो ज्ञानवत् आत्मा हा ज्ञानवान् आत्मा पुल्लिङ्गपदलिङ्ग अस्ति अस्तु, परन्तु आत्मा खलु, आत्मा पुल्लिङ्गपदम्, आत्मा पुल्लिङ्ग. वती पत् वती अथवा वत् अथवा वान् कदौ युज्यते अस्मिन् अस्य वा इत्यस्य अर्थे खलु. ज्ञाने क्षम्यताम्, आत्मनि ज्ञानम् इत्युक्ते ज्ञानवान् आत्मा इति. परन्तु तथा न वदामः, लक्षणवाक्यं तु ज्ञानाधिकरणम् आत्मा इति, अधिकरण आधेय आधारभावः सूचनाय ज्ञानाधिकरणम् आत्मा इति प्रयोगः भवति. धन्यवादः भगिनि. अस्तु भगिनि, भवती पठितुमिच्छति वा अथवा? अहं पठामि. बुद्धि सुखं दुःखम् इच्छा द्वेष प्रयत्नः धर्मः इति पुण्यम्, अधर्मः पापं, भावनाख्यासंस्कारः इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः. इत्युक्ते नवगुणाः आत्मनि सन्ति, तथैव ते गुणाः पदार्थाः अपि इत्युक्ते उच्यते. बुद्धि सुखं दुःखम् इच्छा द्वेष प्रयत्नः धर्म, धर्म इति पुण्यम्, अधर्म इति पापं, भावना आख्यसंस्कारः इति नवपदार्थः आत्मने. संस्कारः इति पदार्थः, संस्कारः इति एकः गुणः, तस्मिन्नपि भावनाख्यसंस्कारः नाम भावना नाम्ना एकः संस्कारः अस्ति, सः संस्कारः आत्मनि वर्तते इति नवपदार्थाः अथवा नवविशेषगुणाः आत्मनि सन्ति इति. कथं विशेषगुणाः सन्ति? हा हा, अग्रे पठतु. विशेषगुणाः तद् द्रव्यम् आत्रवृत्तिः भवति, द्रव्यमात्रवृत्तिः भवति, द्रव्यमात्रवृत्तिः, द्रव्यं मात्रवृत्तिः, तद्द्रव्यं मात्रवृत्तिः भवति यथा उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः पृथ्व्याः विशेषगुणः. इदानीं बुद्धं वा भगिनि, किमर्थं विशेषगुणः इति? उष्णस्पर्श तेजस लक्षणम् अस्ति तत् इति कारणं तु विशेषगुणं भवति. न, तत्र तत् द्वितीयं वाक्यं पश्यतु, विशेषगुणः तद् द्रव्यमात्रवृत्तिः नाम तद् द्रव्यम्, अत्र अस्माकं द्रव्यं किम्? आत्मा इति. तद् द्रव्यमात्रवृत्तिः, वृत्तिः इत्युक्ते आधेयः, निष्ठः इति अर्थः. तद् द्रव्यमात्रवृत्तिः इत्युक्ते बुद्धिः सुखं दुःखम् इति पदार्थाः केवलम् आत्मनि एव भवन्ति, आत्मनः आधेयः भवन्ति, तस्मिन्नेव अन्यत्र न भवन्ति. ज्ञानं इति तद् द्रव्यमात्र, हा तदर्थमेव विशेषगुणः. अत्र उदाहरणं किमस्ति? तेजः, गन्धः, क्षम्यताम्, उष्णः, उष्णस्पर्शः, गन्धः इति उदाहरणे स्तः तत्र. उदाहरणम् अवगतं वा? आं भगिनि. तथा बुद्धि आदयः नव आत्मनः गुणः, तेषु अन्तिमाः त्रयः न मनसा गृह्यन्ते. अन्तिम त्रेषु इत्युक्ते धर्म अधर्म भावना आख्यसंस्कार त्रयो गुणः मनसि न गृह्यन्ते, मनसा न गृह्यन्ते, अतः ते अति इन्द्रिया. यदि गुणः इन्द्रियैः न गृह्यन्ते, ते इन्द्रियाः अति इन्द्रिया भवन्ति. इन्द्रियस्य शक्तेः बहिः अस्ति. मनः इति इन्द्रियमस्ति येन ज्ञानम् अपि च आत्मस्य अनुभवः भवति. मनसा न गृह्यन्ते त्रयः गुणाः, ते के? धर्म अधर्म भावनाख्यसंस्कारः. अस्तु, अग्रे पठतु भगिनि. तथापि वक्ष्यमाणप्रकारेण व्यापाररूपत्वेन कल्पतः. भगिनि एकनिमिषम् अत्र मनसा न गृह्यते किमर्थं धर्म अधर्म मनसा न गृह्यन्ते? यतोहि अत्र उक्तं वक्षमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः. अस्तु, मनसा किमर्थं न गृह्यते इति पृच्छति चेत् तत्र धर्मः अधर्मः इत्यस्य साक्षात् अनुभवः भवति वा मनसि इति प्रश्नः प्रष्टव्यः भवति. सुखं दुःखम् इच्छा द्वेषः वयम् अनुभवामः एव, परन्तु धर्मः अधर्मः अपि च संस्कारः मनसा न गृह्यन्ते किन्तु व्यापाररूपेण कल्पिताः. व्यापारः कः इति अस्ति, करपत्रे पठामः. एते त्रयः गुणाः धर्म अधर्म भावनाख्यसंस्कारश्च व्यापाररूपत्वेन एव कल्पिताः, मनसा न गृह्यन्ते. किन्तु सर्वे आत्मनः विशेषगुणाः एव भवन्ति इति अस्ति. अस्तु, तर्हि व्यापाररूपत्वेन कल्पिताः इत्यस्य अर्थः कः इत्यस्य ज्ञानार्थं करपत्रं पठेम. करपत्रम् उद्घाटितमस्ति वा? सर्वेषां पुरतः अस्ति करपत्रं, महोदयेन प्रेषितम् ई पत्रे सायङ्काले. एकमेव करपत्रमस्ति मम समीपे. व्यापारः संस्कारः च इति वा? एकमेव. अस्तु अस्तु अस्तु, तद् पठामः. किन्तु इतोपि एकं प्रश्नोत्तररीत्या किमपि स्थापितं महोदय, तदपि अस्ति. समये सति तन्नूतनम् अपि पठामः. अस्तु, राजेन्द्रमहोदय पठति वा व्यापारः संस्कारः च? अतः सर्वे ततः वा? न, करपत्रं महोदय. हा, तत्तु अन्तिमवाक्यं. सर्वे व्यापारः लोके माध्यमम् इति वदामः. कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति. एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते, कारणेन साक्षात् एव कार्यं न जायते, मध्ये कश्चन व्यापारः भवति. माध्यमम् इत्युक्ते मार्गं वा? मीडियम्. अस्तु, आम्, राजेन्द्रमहोदय प्रतिपादयतु वाक्ययोः अर्थः. व्यापारः यत्किमपि लोके अस्ति तत्र किञ्चित् व्यापारः दृश्यते, भवति तथा दृश्यते. कारण किमपि भवति तत् कारणम् अस्ति, कारणस्य कार्यम् अपि भवति, परन्तु कारणस्य कार्यस्य मध्ये यत्किमपि प्रचलति तत् माध्यमरूपेण व्यापारः एव वदामः. एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते, फलस्य उत्पत्ति अपेक्षा अस्ति, तत् कारणम् आवश्यकी. तत् कारणेन साक्षात् एव कार्यं न जायते, परन्तु कारणम् एव अस्ति तथा तत् कार्यं न भवति. तत् किमपि मध्ये कारणस्य कार्यस्य मध्ये किमपि भवति तत् व्यापारः वदामः. अस्तु, इत्येव अस्ति. तर्हि गोपालमहोदय, बुद्धं वा माध्यमम् इत्युक्ते यथा भवान् उक्तवान् मीडियं, तस्य नाम अथवा उपकरणं, तस्य नाम व्यापारः इति. अवगतम्. अस्तु, तर्हि कारणमस्ति अपि च कार्यं. कार्यम् इत्युक्ते फलम् इति चिन्तयन्तु. कारणं तु वयं जानीमः, हेतुः, रीज़न्. अनन्तरं कार्यम् अथवा फलं, तयोः मध्ये यद्वर्तते सः एव सः तद् माध्यमं व्यापारः इति उच्यते. अस्तु, अग्रे पठतु महोदय. यथा कुठारः, परशुः, काष्ठं. केवलं कुठारः अस्ति चेत् काष्ठं भिक्तुं शक्नुमः वा? नैव. तदर्थं किं कुर्मः? हस्तेन कुठारम् उन्नीय काष्ठस्य उपरि त्यजामः. तदा किं भवति? काष्ठं द्विविधा विभक्तं भवति. तर्हि काष्ठविभजनं प्रति कुठारः कारणं. व्यापारः कः इत्युक्ते उन्नयन निपातनादिक्रियाः क्रिया अपेक्षिता अस्ति. अतः मध्ये कश्चन व्यापारः भवति. अत्र क्रिया एव व्यापारः. किमस्ति, यदा वयम् अस्मत् समीपे कुठारः अस्ति, काष्ठमपि अस्ति, परन्तु तत् भेक्तुं न शक्नुमः यदा किमपि मध्ये किमपि कार्यं न भवति. तत् कर्णेन, हस्तेन यदा कुठारं स्वीकुर्मः, तत् काष्ठस्य उपरि त्यजामः, तत् काष्ठं न विभजति. किं भवति तत्? किम् अस्ति तत्? कुठारः तु कारणम् अस्ति एव, परन्तु व्यापारः इत्युक्ते यदा कुठारं स्वीकृत्य तत् काष्ठस्य उपरि त्यजामः, तत् कारणं भवति, कार्यम् अस्ति, क्रिया अस्ति, क्रिया अपेक्षिता अस्ति. अतः मध्ये कश्चन व्यापारः भवति. अत्र क्रिया एव व्यापारः. क्रिया यदा अस्ति, हस्तेन कुठारं स्वीकृत्य तत् काष्ठस्य उपरि त्यजामः, तत् क्रिया एव व्यापारः अस्ति अत्र. एवं वा भगिनि? सत्यं. तर्हि वदतु महोदय, कारणं किम् अत्र? कारणम् अस्ति कुठारः. हा, कारणं कुठारः. कार्यम् अथवा फलं किम्? फलम् अस्ति काष्ठस्य विभजनं. हा, काष्ठस्य विभजनम् इति फलम् अथवा कार्यम् इति अपि उच्यते. अस्तु, अत्र कार्यम् इत्युक्ते फलम् इति एव मनसि भवतु. अनन्तरं तयोः मध्ये व्यापारः कः? हस्तेन यदा कुठारं त्यजामः. हा, त्यजनक्रिया अथवा हस्तेन उन्नीय त्यजनक्रिया एव व्यापारः अस्ति. कुठार काष्ठविभजनयोः मध्ये एषा क्रिया, निपातनक्रिया एव अस्ति व्यापारः इति. स्पष्टमस्ति वा भगिनि? प्रश्नः अस्ति भगिनि, प्रश्नः अस्ति. कारणं कुठारः अस्ति, काष्ठम् अपि फलमेव विभजनमेव फलं, काष्ठविभजनमेव फलम्. आम्, विभजनमेव फलं. परन्तु तस्य काष्ठम् इत्युक्ते तदपि तदपि कारणं वा अथवा कार्यं वा काष्ठम् इति? काष्ठमिति कारणं तु न भवितुम् अर्हति इति मन्ये. कथं काष्ठं कारणं भवति? काष्ठस्य, अस्तु, काष्ठः भवता प्रश्नः अस्ति. काष्ठस्य विभजनम् इति फलं, तस्यैव कर्तुम् इच्छामः, परन्तु विभजनं कर्तुं पदद्वयं भवेत्, कुठारः अपि काष्ठमपि. आम्, सत्यं. हा, प्रश्नः महोदय. हा, महोदयं पृच्छामः, भवता प्रश्नः अस्ति यत् काष्ठ एव न भवति चेत् कथं तस्य विभजनं भवितुमर्हति इति, खलु? भगिनि एकम् अन्यदपि संशयम् अस्ति मम मनसि. इदानीं पूर्वं प्रथम द्वितीयवाक्ये आसीत् कारणस्य कार्यस्य च मध्ये अयं व्यापारः, परन्तु अत्र कुठारः तु अस्ति कारणं, तत् परन्तु कार्यम् एव अत्र व्यापारः अस्ति तथा लिखितम् अस्ति, इदं लिखितम् अस्ति अत्र. प्रश्नः न अवगतः, कुटारः कारणं तत्तु अवगच्छामि, परन्तु अत्र अस्ति क्रिया एव व्यापारः, अन्तिमवाक्यम् अस्ति अत्र क्रिया एव व्यापारः. हा, का क्रिया? काष्ठ कुठारस्य त्यजनं, कुठारस्य त्यजनम् इति क्रिया एव व्यापारः अस्ति, माध्यमम् अस्ति अस्ति खलु, कुठारः भवति अपि च काष्ठः भवति अपि इति चिन्तयतु. तत्र अस्माकम् अपेक्षितं फलम् अस्ति काष्ठस्य विभजनम्. अस्तु, काष्ठस्य विभजनं कर्तुं केवलं कुठारः भवति चेत् न किमपि प्रयोजनं, तद् कुठारः त्यक्तव्यः भवति काष्ठस्य उपरि. तर्हि सा क्रिया क्रिया एका एव क्रिया इति नास्ति, बह्व्यः क्रियाः भवतु काष्ठस्य कुठारस्य काष्ठस्य स्वीकरणं तदनन्तरं त्यजनं, तर्हि बहवः क्रियाः भवन्ति. सत्यं, तदेव व्यापारः मध्ये अस्ति. गोपालमहोदय, प्रायः काष्ठस्य स्वीकरणम् इति यद् भवान् उक्तवान् तदपि एक व्यापारः स्यात् इति अहं चिन्तयामि, महोदयं पृष्ट्वा वदामि. स्वीकरणं प्रथमव्यापारः, द्वितीयप्रहणं तस्य उपरि गत्वा तदनन्तरं काष्ठस्य उपरि त्यजनं द्वितीयव्यापारः इति बहवः व्यापारः भवितुम् अर्हति किल? मध्ये क्रियाः भवितुमर्हति, किन्तु व्यापारः इति यदस्ति ये क्रियाः सर्वे मध्ये ते सर्वे व्यापाराः इति संज्ञा भवति. सत्यम्. इति बुद्धं वा, अन्य कोऽपि प्रश्नः? भगिनि, काष्ठम् आब्जेक्ट् अस्ति तथैव ते कारणं न भवति. काष्ठं किमस्ति? आब्जेक्ट् इन् इङ्ग्लिश् वि से आब्जेक्ट् सब्जेक्ट् आब्जेक्ट्. काष्ठं काष्ठं भेदयितुम् इच्छामः इति यदा वदामः तर्हि तद् आब्जेक्ट् भवति, तर्हि कारणं न स्यात् इति भवत्याः चिन्तनम् इति मन्ये. सम्यक् एव महोदय, पृष्ट्वा वदामि. अस्तु, तर्हि अत्र कुटारः इति कारणं, काष्ठस्य भेदः इति फलं, मध्ये क्रियाः ये भवन्ति ते व्यापाराः इति स्पष्टं स्यात्. अग्रे जयन्ती भगिनी पठति वा? आं भगिनि, अन्यत् उदाहरणं ततः खलु. अन्यत् उदाहरणं स्वीकुर्मः, घटनिर्माणं. दण्डेन घटः जायते इत्युच्यते. पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत्, दण्डः घटं प्रति कारणम्. दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते. साक्षात् एव दण्डेन घटः उत्पद्यते वा इति चेत्, दण्डेन चक्रभ्रमणं क्रियते, चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये. तेन घटोत्पत्ति जायते, तथा च चक्रभ्रमणं व्यापारः. कथम् इति चेत्, दण्डजन्यं चक्रभ्रमणं, दण्डजन्यघटजनकञ्च. पुनः पठामि भगिनि. द्वितीय उदाहरणम् अत्र दीयते, घटनिर्माणं. दण्डेन घटः जायते, दण्डः इत्युक्ते किं शलाका खलु? दण्डेन घट जायते इति उच्यते. कथं भगिनी, कीदृशघटः पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत्? दण्डः घटं प्रति कारणं प्रायः अहमपि न दृष्टवती अस्मि. प्रायः तादृशम् उपकरणं स्यात्, पोटरी वील. भगिनी, यदा कुम्हारः कुम्भकं घटं करोति तदा एकं चक्रम् अस्ति, चक्रस्य उपरि मृत्तिका अस्ति, चक्रं दण्डेन सह योजयति, भ्रमणं करोति, तादृशी अस्ति व्यवस्था. तथैव स्यात्. अस्तु, दण्डः घटं प्रति कारणम्. अस्तु, दण्डस्य उपयोगं कृत्वा घटं निर्माणं करोति कुम्भकारः इति. प्रायः दण्डसत्त्वे घटसत्त्वं, सत्त्वे दण्डम् अस्ति चेत् घटः भवति, घटस्य निर्माणं भवति. दण्डस्य अभावः अस्ति चेत् घटाभावः अपि तस्य उत्पन्नमेव न भवति. दण्डघटयोः कार्यकारणभावः निश्चीयते. अस्मिन् उदाहरणे दण्डः कारणम् अस्ति, घटः फलम्. साक्षात् एव दण्डेन घटः उत्पद्यते वा? अस्तु, यथा वयं दृष्टवन्तः कोऽपि माध्यमं भवेत् दण्डघटयोः मध्ये इति चेत् दण्डेन चक्रभ्रमणं क्रियते. यथा महोदय उक्तवान्, घटनिर्माणस्य कृते दण्डेन तत्र चक्रः भवति, यच्चक्रं भवति तस्य भ्रमणम् आवश्यकं. चक्रभ्रमणेन च पुनः कार्य अन्तराणि भवन्ति मध्ये. कार्यान्तराणि इत्युक्ते किं भगिनि? अन्ये कार्याणि अपि. कार्यान्तराणि हस्तेन मृदं किमपि तस्य आकारं ददाति खलु, मृदस्पर्शनं भवति हस्तेन, किमपि प्रायः जलसेचनं भवति. अन्यानि कार्याणि अस्तु अस्तु भवन्ति मध्ये, तेन घटोत् उत्पत्ति जायते. भिन्नैः कार्यैः घटोत्पन्नं जायते, तथा च चक्रभ्रमणं व्यापारः. अस्मिन् उदाहरणे मुख्यत्वेन चक्रभ्रमणमेव व्यापारः. किमर्थम् इत्युक्ते चक्रस्य भ्रमणेन एव घटस्य निर्माणं भवति. कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं दण्डजन्यघटजनकञ्च. अत्र दण्डजन्यघटजनकञ्च इति चक्रभ्रमणम् इत्यस्य विशेषणमस्ति पूर्णतया. पुनः वदतु भगिनि. दण्डजन्यघटजनकञ्च इति चक्रभ्रमणम् इत्यस्य विशेषणमस्ति. अस्तु, इदानीं चक्रभ्रमणं केन जायते? दण्डेन जायते चक्रभ्रमणम् इति कृत्वा चक्रभ्रमणमस्ति दण्डजन्यम्. तावदवगतं खलु? दण्डेन जन्यं, दण्डजन्यं चक्रभ्रमणं. पुनः चक्रभ्रमणेन किं जायते? घटः जायते. घटः जायते चक्रभ्रमणेन घटः जायते. तर्हि घटं प्रति चक्रभ्रमणं जनकमस्ति. चक्रभ्रमणं घटजनकमपि. प्रथमतया दण्डजन्यमस्ति, अनन्तरं घटजनकम् इति कृत्वा पूर्णतया तत्र विशेषणत्वेन अस्ति दण्डजन्यघटजनकञ्च चक्रभ्रमणम् इति. अस्तु, उद्दं वा सर्वैः दण्डजन्यं च घटजनकञ्च चक्रब्रह्मणस्य विशेषणं भवति. सत्यं दण्डजन्यं दण्डेन जन्यं घटजनकं घटं जनयति इति घटजनकं चक्रभ्रमणं तादृशमस्ति. दण्डस्य घटस्य मध्ये भूत्वा दण्डजन्यम् अपि च घटजनकं भवति चक्रभ्रमणम्. अस्तु, केनापि नूतनतया आगतं वा? अखिला भगिनी अनन्तरम् अन्य कोऽपि? अस्तु, गोपालमहोदय अग्रे पठति किम्? तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं. तज्जन्यत्वे सति किस्य जन्ये चक्रभ्रमणस्य जन्यत्वे तज्जन्यते सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं. यथा वायोः लक्षणम् अस्माभिः दृष्टं तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. केवलं रूपरहितत्वं वदामः चेत् अतिव्याप्तिः आकाशादेशदपि रूपरहितः अस्ति. केवलं स्पर्शवत्वं वदामश्चेत् पुनः अतिव्याप्तिः पृथिव्यादिषु. अतः अत्र दलद्वयं मिलित्वा लक्षणम् इत्यनेन न अतिव्याप्तिः नातिव्याप्तिः. अनेन च दलसार्थक्यं सिद्ध्यति. तर्हि व्यापारस्य लक्षणमपि तथा दलद्वयम् अपेक्षते तज्जन्यत्वं तज्जन्यजनकत्वमपि. अत्र उदाहरणं दत्तं यत्र दलद्वयं भवति. केवलं वायुः अस्ति, वयं जानीमः रूपरहितत्वस्पर्शवत्वं वायोः इति लक्षणम् इति वयं पठितवन्तः. तत्र केवलं वयं वदामः चेत् रूपरहितत्वं तत्र अतिव्याप्तिः भवति. किमर्थं चेत् आकाशादिषपि रूपरहितत्वम् अस्ति. केवलं स्पर्शवत्वम् अपि वदामः चेत् तत्रापि अतिव्याप्तिः. किमर्थं पृथिव्यादिषु अपि स्पर्शवत्वमस्ति. पूर्णतया विवरणार्थं वायोः विवरणार्थं दलद्वयं आवश्यकं. दलद्वयमिति रूपरहितत्वम् अपि च स्पर्शवत्वं. तथैव अत्र घटनिर्माणार्थं चक्रभ्रमणं तत्रापि तस्य लक्षणवाक्यं विशेषलक्षणवाक्यं भवति दण्डेन जायते जन्यते दण्डजन्यम् अपि च घटभ्रमणस्य घटभ्रमणेन क्षम्यतां चक्रभ्रमणेन घटः जायते तज्जन्यजनकः अपि भ्रमणलक्षणवाक्यं तज्जन्यत्वम् अपि च तज्जन्यजनकत्वम् इति अस्ति. भवन्तः एतद् एषः अंशः तु स्पष्टः स्यात् किमर्थं वायौ रूपरहितत्वे सति स्पर्शवत्वम् इति उक्तम् इति स्पष्टं स्यात्. यथा महोदयः उक्तवान् आकाशे अपि रूपरहितत्वं, तर्हि केवलं रूपरहितत्वम् इत्यनेन वायोः लक्षणं न सिद्ध्यति. केवलं स्पर्शवत्वम् इति वदामश्चेत् तत् पृथिव्यामपि अस्ति, तर्हि तत्र अतिव्याप्तिदोषः. रूपरहितत्वे इति वदनेन क्षम्यतां, तत् पृथिव्यामपि अस्ति इति अतिव्याप्ति, रूपरहितत्वम् अपि अतिव्याप्तिदोषः. अस्तु, उभौ अपि मिलित्वा वदामः हा उभौ अपि मिलित्वा वदामश्चेत् तत्र अतिव्याप्तिदोषः निवारितः भवति. रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. तथैव अत्रापि धर्मद्वयम् अपेक्षितम् अथवा लक्षणद्वयं. के के? जन्यत्वम् अपि च जनकत्वं तज्जन्यजनकत्वं. हा, तथैव रूपरहितत्वं स्पर्शत्वम् इति धर्मद्वयम् अपेक्षितमासीत्, तथैव वायोः लक्षणं रूपरहितत्वं लक्षणद्वयम् अस्ति, तथैव घटस्य लक्षणद्वयं भवति, दलद्वयं घटस्य न, व्यापारस्य लक्षण व्यापारस्य लक्षण व्यापारस्य लक्षणवाक्ये धर्मद्वयम् अपेक्षितं, प्रथममस्ति तज्जन्यत्वम्, अनन्तरं तज्जन्यजनकत्वं च इति. इदानीं चिन्तयतु, घटनिर्माणार्थं व्यापारद्वयं भवति, तयोः लक्षणं जन्यत्वं तज्जन्यजनकत्वं. केवलं घटनिर्माणम् इति न, किं कुत्र यत्र कुत्रापि व्यापारः इति भवति तत्र धर्मद्वयं भवति, तज्जन्यत्वं नाम दण्डेन जायते, उदाहरणमस्ति तज्जन्यत्वं, तज्जन्यजनकत्वं, तज्जन्य कस्य जनकः अस्ति चक्रभ्रमणं? घटस्य. घटस्य तर्हि जनकः इति चक्रभ्रमणं, पुनः घटस्य जनकः इति उक्तं खलु. घटः कीदृशः? घटः तज्जन्यः. तज्जन्यः नाम दण्डेन जन्यः. तज्जन्यजनकत्वम् इत्युक्ते दण्डेन यद् जायते घटः, तस्य जनकः अस्ति चक्रभ्रमणम् इति धर्मद्वयस्य अपेक्षा अस्ति तत्र व्यापारस्य लक्षणवाक्ये धर्मद्वयं भवति. अस्तु, एतस्य विवरणम् अधः अस्ति अग्रिमे परिच्छेदे, किञ्चित् पठेम, तथा स्पष्टं भवति. नीता भगिनी पठति वा? आं पठामि भगिनि. तत् इति कारणं, तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः. तत् इति कारणं, तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः. तज्जन्यं तृतीया तत्पुरुषः, तेन इति दण्डेन, जन्यम् इति चक्रभ्रमणम्. तज्जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति, अनेन एकं विशेषणम् आगतव्यम्. आगतम् एकं विशेषणम् आगतं, तद् किम्? उपरितने वाक्ये पश्यतु, दलद्वयम् अथवा धर्मद्वयम् आसीत्, तज्जन्यत्वं तज्जन्यजनकत्वम्. इदानीं भवती प्रथमविशेषणस्य विषये पठितवती. अस्तु, तज्जन्यत्वं विषये नीता भगिनी पठितवती. अस्तु भगिनि, किञ्चित् वदतु यदवगतम्. तत् इति कारणं, तज्जन्य तज्जन्यत्वं तज्जन्यत्वम् इत्युक्ते दण्डजन्यं, तदेव. आमां, हा, दण्डजन्यं चक्रभ्रमणं दण्डजन्यम् अस्ति. चक्रभ्रमण तद् इत्युक्ते अत्र कारणम्, अस्माकम् उदाहरणे दण्डः इति स्वीकुर्मः. तद् इति कारणं, तद् इति कारणेन, तेन कारणेन अथवा दण्डेन जन्यम् अस्ति चक्रभ्रमणं, तर्हि तज्जन्यम् इति अपि वदामः. तेन जन्यं तज्जन्यं, तृतीया तत्पुरुषसमासः, दण्डेन जन्यं चक्रभ्रमणम् अस्ति. अस्तु, तर्हि चक्रभ्रमणम् अस्ति तज्जन्यम्. चक्रभ्रमणं तज्जन्यम् अस्ति चेत् तस्मिन् कीदृशः धर्मः भवति? तज्जन्यं चक्रभ्रमणम् इति अस्ति वाक्यम्. उन्नतः वृक्षः इति यथा वाक्यमासीत् तत्र औन्नत्यं वृक्षे आसीत् खलु, तथा एव भगिनी वदतु, तज्जन्यं चक्रभ्रमणम् इति वाक्यमस्ति, तर्हि चक्रभ्रमणे किमस्ति? चक्रभ्रमणे घटः विशेष्यं विशेषमस्ति चक्रभ्रमणं, विशेषणमस्ति तज्जन्यं खलु? आम् आम् आम् मम उदाहरणं शृणोतु. उन्नतः वृक्षः इति विशेषणविशेषभावः, औन्नत्यम् इति विशेषणम्. वृक्षे औन्नत्यम् अथवा उन्नतत्वम् अस्ति. अधुना चक्रभ्रमणे किम् अस्ति? दण्डः. अन्य कोऽपि सहायं करोति वा? तज्जन्यत्वम् अस्ति चक्रभ्रमणे इत्येव उक्तं तृतीयवाक्ये. हा अवगतम्. अस्तु, यदा औन्नत्यं तदा दण्डजन्यत्वं. हां, तदेव अस्ति तज्जन्यत्वम्. आम् आम्, इदानीम् अवगतम्. अत्र तत् इत्युक्ते दण्ड. तज्जन्यत्वं नाम दण्डजन्यत्वम् अस्ति चक्रभ्रमणे इति एकः धर्मः अथवा एकं विशेषणं सञ्जातम्. इदानीं द्वितीयं विशेषणमस्ति तज्जन्यजनकत्वं. तत् कथं भवति इति अग्रे पठेम. पठतु भगिनि. किन्तु द्वितीय अपि अपेक्षितं तज्जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. अत्र तत् इति पुनः दण्डः, जन्यम् इति कार्यं, फलम् अत्र घटः. तर्हि तत् इति दण्डः, जन्यः इति घटः. अस्तु अस्तु, एकनिमिषम्, इदानीं स्थगयतु. प्रथमविशेषणस्य साधनार्थं तद् इति कारणं, जन्यम् इति चक्रभ्रमणम् इति स्वीकृतं खलु? हा, द्वितीयविशेषणस्य साधनार्थं किं स्वीकुर्मः? तद् इत्युक्ते का किम् इति दण्डः एव. दण्डः एव तज्जन्यं किम् अस्ति तत्र? तज्जन्यः कः? अन्य कोऽपि सायं करोति? घटः. हा, प्रथमविशेषणस्य साधनार्थं तत् इत्युक्ते कारणम् अथवा दण्डः, जन्यम् इत्युक्ते चक्रभ्रमणं. तर्हि तज्जन्यं चक्रभ्रमणम् इति आसीत्. अधुना अस्माभिः द्वितीयं विशेषणं साधनीयं, तज्जन्यजनकत्वम् इति खलु? अधुना द्वितीयविशेषणस्य साधनार्थं तद् इत्युक्ते कारणं दण्डः, जन्य इत्युक्ते घटः. द्वितीयविशेषणे जन्यघटः इति अस्ति. इति स्पष्टं वा? आम् आम्, इदानीं स्पष्टम्. आम् अस्तु, अग्रे पठतु. तर्हि तत् इति दण्डः, जन्यः इति घटः. तेन जन्यः तज्जन्यः. तज्जन्यः कः इदानीं? घटः. तज्जन्यः इदानीं घटः. अस्तु, अनन्तरं? तस्य जनकः व्यापारः. अत्र जनकं चक्रभ्रमणम्. दण्डेन जन्यः यः घटः, दण्डेन जन्यः यः घटः, तस्य जनकं चक्रभ्रमणम्. बुद्धं वा? अत्र एवं वक्तुं शक्नुमः, कार्यद्वयं भवति. पूर्वकार्यं दण्डेन चक्रभ्रमणं, द्वितीयकार्यं चक्रभ्रमेण घटनिर्माणं. इति कार्यद्वयम् अस्ति किल? सत्यं. हा महोदय, वदतु इदानीं, भवानेव वदतु. तर्हि द्वितीयविशेषणस्य सार्थक्यं कथं भवति इति वदतु गोपालमहोदय. तस्य चक्रभ्रमणम् एव घटस्य जनकः. जनकः. अस्तु, परन्तु द्वितीयविशेषणे तज्जन्य इति यदा वदामः, तत्र तद् इति कारणस्य अथवा दण्डस्य सूचकः, जन्यः इति घटस्य अन्तिमफलं यदस्ति तस्य सूचकः. दण्डेन साक्षात् घटः जायते, घटमिति फलः, तर्हि घटः अपि दण्डजन्यः. अस्तु, तर्हि तज्जन्यः अत्र घटः अस्ति. परन्तु घटस्य जनकः कः? घटस्य जनकः चक्रभ्रमणम् अपि अस्ति खलु. तदर्थं तेन जन्यः घटः तज्जन्यः, तस्य जनकः व्यापारः इति वाक्यमस्ति. तत्सर्वं मिलित्वा तज्जन्यजनकः इति उक्तं. चक्रभ्रमणं किमस्ति? तज्जन्यजनकम्. तर्हि कीदृशः धर्मः स्यात् चक्रभ्रमणे? तज्जन्यजनकत्वम् इत्यपि धर्मः स्यात् चक्रभ्रमणे इत्येव सारांशः. बुद्धं वा सर्वैः? कोऽपि प्रश्नः अस्ति चेत् अत्र पृच्छन्तु. अत्र जनकत्वम् अपि अस्ति, जन्यत्वम् अपि अस्ति. सत्यं, चक्रभ्रमणे जन्यत्वमपि अस्ति, जनकत्वमपि अस्ति. अस्तु, नीता भगिनी अग्रे पठतु. अत्र अत्र जनकं चक्रभ्रमणं, दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम्, आहत्य तज्जन्यजनकं चक्रभ्रमणं, तज्जन्यजनकत्वं चक्रभ्रमणे. तर्हि अत्र दलसार्थक्यार्थं दलद्वयं पदद्वये अपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः, अनेन व्यापारस्य लक्षणम्. प्रश्नः अस्ति तत्र दल सार्थक्यार्थम् इत्युक्ते अतः दलद्वयं, दलद्वयम् उक्तं किमर्थम् इति सार्थक्यं कृतं तत्र. सार्थक्यं केवलम् एवमेव दलद्वयं दत्तं वा अथवा किमर्थम् इति सर्वं? दलद्वयं भवति चेदेव अथवा धर्मद्वयं भवति चेदेव व्यापारस्य लक्षणवाक्यं सम्पूर्णं भवति. तज्जन्यत्वं तज्जन्यजनकत्वञ्च इति व्यापारस्य लक्षणं. वाक्यं तु अस्ति तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति. तर्हि इदं परिच्छेदम्, इमं परिच्छेदं कृपया वारं वारं पठन्तु, तदा स्पष्टं भवति इति मनसि. अत्र अन्य कोऽपि प्रश्नः वा? भगिनि, लक्ष्मी अस्मि. जन्यत्वं जनकत्वं द्वयोः मध्ये भेदः किम् अस्ति? भेदः सूक्ष्मतरभेदः एव खलु? अस्तु, जन्यम् इत्युक्ते इदानीं यस्य जननं भवति तद् जन्यम्. जन्यम् इत्युक्ते यस्य जननं भवति. घटः जन्यं, घटस्य जननं भवति. किन्तु जनकः इत्युक्ते यः जन्य तज्जन्यस्य कारणं भवति तज्जनकः खलु. अस्तु, जन्यम् इत्युक्ते यस्य जन्म भवति तद् जन्यम्. अपि च कर्मणि प्रयोगे तस्य भवति दण्डेन जन्यं, चक्रभ्रमणेन जन्यम् इति. परन्तु यः कार्यं करोति सः जनकः, तस्य कार्यस्य कारणं, जननस्य कारणं यः भवति सः जनकः, तस्मिन् जनकत्वं भवति. अस्तु भगिनि, इदानीं समीचीनम्. अस्तु अस्तु, अग्रे लक्ष्मी भगिनी एव पठतु कृपया. अस्तु, सरलरीत्या उच्यते चेत् दण्डः चक्रभ्रमणस्य कारणं, चक्रभ्रमणं च घटस्य कारणं. दण्डः साक्षात् गतं प्रति कारणं न भवति, चक्रभ्रमणद्वारा एव दण्डः गतं प्रति कारणम्. एतत् बुद्धं वा? एतस्य वाक्यस्य अर्थः कः? आम् उत्तमं. सो चक्रभ्रमणं चक्रभ्रमणेन दण्डः दण्डेन चक्रभ्रमणं भवति, चक्रभ्रमणात् घटस्य निर्माणं भवति, अतः अत्र दण्डः साक्षात् घटस्य कारणं न भवति, चक्रभ्रमणद्वारा एव दण्डः घटजन्यस्य कारणं भवति. अत्रापि दण्डः जनकः, घटः जन्यः, अपि च मध्ये यः चक्रभ्रमणमस्ति दण्डेन चक्रभ्रमणं जन्यः, परन्तु घटं प्रति तदेव चक्रभ्रमणं जनकम् इति अस्ति. प्रश्नं वा लक्ष्मी भगिनी? अद्भुतं भगिनि. अस्तु, अग्रे पठतु. प्रत्यक्षसन्दर्भे इन्द्रियं भवति करणम्. अयं घटः इति ज्ञानं भवति फलम्. कारणं स्यात् मुद्रणदोषः. आमां, प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणम्, अयं घटः इति ज्ञानं भवति फलम्. मध्ये कश्चन व्यापारः भवति, इन्द्रियसन्निकर्षः. अयं घटः इति ज्ञाने चक्षुरिन्द्रियं करणं व्यापारद्वारा. तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः, अयं घटः इति प्रत्यक्षं फलम्. तज्जन्यत्वे सति तज्जन्यजनकः कथमित्युक्तौ चक्षुरिन्द्रियेण चक्षुरिन्द्रियघटसंयोगः व्युत्पन्नः, अतः अयं संयोगः चक्षुरिन्द्रियजन्यः. चक्षुरिन्द्रियेण जायमानम् अयं घटः यत् प्रत्यक्षमस्ति, तस्य साधनार्थं चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितम्. अतः सोऽपि मध्ये एकं कारणमस्ति, तथा च अयं संयोगः तज्जन्यजनकः. चक्षुरिन्द्रियेण अयं घटः इति प्रत्यक्षं जायते, तस्य जनकः इति इन्द्रियसंयोगः इन्द्रियसन्निकर्षः, अतः चक्षुरिन्द्रियघटसंयोगः इति व्यापारः. अस्तु, किञ्चित् बुद्धं वा भगिनि? आम्, किञ्चित् बुद्धं वदामि. प्रत्यक्षं नेत्रेण नेत्राभ्यां वयं पश्यामः चेत् इन्द्रियेण भवति, अयं घटः इति ज्ञानं बुद्धे फलति, किं मध्ये प्रत्यक्षं ज्ञानं मध्ये व्यापारः भवति, तत् व्यापारम् एव इन्द्रियसन्निकर्षः. अत्र किञ्चित् वक्तव्यं भवति. अत्र उदाहरणत्वेन पुस्तकं वयं स्पृशामश्चेत् इन्द्रियं किम् अस्ति तत्र? इन्द्रियं त्वक् अस्ति, त्वगिन्द्रियं खलु. केवलं त्वगिन्द्रियेण पुस्तकस्य स्पर्शः न भवति. यदि वयं पुस्तकं स्पृशामः तत्र त्वगिन्द्रियपुस्तकयोः मध्ये संयोगः भवति, संयोगसम्बन्धः खलु. तादृशसंयोगः अपेक्षितः. तथैव अत्र उक्तं, किमुक्तम् अत्र चक्षुरिन्द्रियविषये? चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः. चक्षुरिन्द्रियः घटस्य मध्ये संयोगसम्बन्धः भवति, तत् सन्निकर्षमेव, तत् संयोगसम्बन्धमेव व्यापारः इति उक्तम् अत्र. इति उक्तं. फलं किं तत्र? फलम् अयं घटः इति ज्ञानम्. अयं घटः इति ज्ञानम् अथवा प्रत्यक्षमेव फलं. चक्षुरिन्द्रियं कारणं, पुनः चक्षुरिन्द्रिय अयं घटः अनयोः मध्ये चक्षुरिन्द्रियघटसंयोगः, चक्षुरिन्द्रियघटसंयोगः एव व्यापारः. अस्तु, पूर्वमपि एकवारं चर्चितम् इन्द्रियविषये यदा चर्चा जाता तदा चक्षुषा एकः तेजः गत्वा घटस्य उपरि पतति, तदा चक्षुरिन्द्रियघटसंयोगः भवति इति कृत्वा तादृशः संयोगः एव व्यापारः इति उक्तमस्ति अत्र. अपि च तत्र वदतु भगिनि. अत्र तज्जन्यत्वे स्वज्ञानस्य तज्जन्यत्वम् अत्र चक्षुरिन्द्रियेण भवति. चक्षुरिन्द्रियघटसंयोगः तदेव इन्द्रियेण. एकनिमिषं, चक्षुरिन्द्रियेण किं भवति, चक्षुरिन्द्रियेण किं सम्भवति? चक्षुरिन्द्रियेण घटसंयोगः भवति. उत्तमं, तर्हि चक्षुरिन्द्रियं कारणमस्ति, अपि च तेन घटसंयोगः भवति इति कृत्वा चक्षुरिन्द्रियघटसंयोगः व्युत्पन्नः भवति इति कृत्वा चक्षुरिन्द्रियघटसंयोगः तज्जन्यम्. तेन जन्यं, चक्षुरिन्द्रियेण जन्यमस्ति चक्षुरिन्द्रियघटसंयोगः. अनन्तरं तस्मात् यत् ज्ञानं जायते अयं घटः इति, ज्ञानं तस्य ज्ञानस्य व्यापारः भवति. सत्यं, किन्तु चक्षुरिन्द्रियसंयोगेन अयं घटः इति यद् ज्ञानं जायते तस्य ज्ञानस्य जनकः कः? चक्षुरिन्द्रियघटसंयोगः अधुना अयं घटः इति ज्ञानं प्रति अस्ति जनकः. उद्दं वा? तर्हि तदर्थम् अत्रापि तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति भवति. तज्जन्यमस्ति चक्षुरिन्द्रियघटसंयोगः, तज्जन्यजनकः अपि चक्षुरिन्द्रियघटसंयोगः. तद् इत्युक्ते चक्षुरिन्द्रियम् अन्ततो गत्वा फलमस्ति अयं घटः, तयोः मध्ये चक्षुरिन्द्रियघटसंयोगः इति एव अस्ति व्यापारः इति उक्तम्. उक्तं वा सर्वैः? भगिनी, इन्द्रियसन्निकर्षः तस्य अर्थं किम्? सन्निकर्षः इत्युक्ते सामीप्यं. यदा चक्षुः अपि च चक्षुरिन्द्रियम् अपि च घटः भवति सामीप्ये, तदैव तयोः संयोगः भवितुम् अर्हति खलु? तथा अस्ति. अस्तु, वर्धिनी भगिनी वदति वा, अग्रे पठति किम्? प्राप्तवती किं व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः? द्वितीयपटे कुत्र अस्ति भगिनि? एतत् सर्वं समाप्य भगिनी, व्यापारः इति यः भागः अस्ति तं समाप्य द्वितीयं भागं पश्यतु. व्यापारद्वारा आत्मनः त्रयः गुणाः व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः. प्रकृतौ आत्मनः गुणाः सन्ति बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, संस्कारः. बुद्धिः इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसः भवति, अहं जानामि इति ज्ञानं, ज्ञानविषयकं ज्ञानं, ज्ञानस्य प्रत्यक्षं भवति मनसा, एवमेव अहं सुखी अस्मि, अहं दुःखी अस्मि, अहं सर्पं द्वेष्मि, अहं घटम् इच्छामि इति ज्ञानानां प्रत्यक्षं भवति मनसा इति तु वयं पुस्तके अपि पठितवन्तः. ज्ञानस्य नवगुणाः सन्ति, अपि च ज्ञानेन्द्रियमस्ति मनः, मनसा, बुद्धि इत्यस्मात् आरभ्य प्रत्यक्षं पर्यन्तं मनसा भवति, क्षम्यतां, बुद्धि इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं मनसा प्रत्यक्षं भवति. तत्र उदाहरणानि कानि सन्ति वदति वा वर्धिनी भगिनी? अहं सुखी अस्मि, वदतु. अहं जानामि इति ज्ञानं, ज्ञानविषयकं ज्ञानं, ज्ञानस्य प्रत्यक्षं भवति मनसा. अहं पृष्टवती उदाहरणानि तत्र दत्तानि खलु, अहं सुखी अस्मि, अहं दुःखी अस्मि, अहं सर्पं द्वेष्मि, एतादृशस्य ज्ञानस्य मनसा प्रत्यक्षं भवति. तर्हि बुद्धि, सुखदुःख, इच्छा, द्वेष, प्रयत्नः, मनसा गृह्याः गुणाः सन्ति. धर्म, अधर्मसंस्कारः मनसा न गृह्यन्ते, एते अतीन्द्रियाः. अस्तु भगिनि, अग्रे पठतु. धर्मस्य अधर्मस्य संस्कारस्य च प्रत्यक्षं न सम्भवति, एते च त्रयः गुणाः अतीन्द्रियाः. मनसा साक्षात् ज्ञातुं न शक्यन्ते, तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण, परन्तु ते व्यापाराः भवन्ति, अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः. इदानीं कस्यचित् मनुष्यस्य सुखं जायते कथमित्युक्ते, तस्य आत्मनि विद्यमानधर्मेण सुखम् उत्पद्यते, एवमेव तस्य आत्मनि विद्यमान अधर्मेण दुःखः जायते इति, सुखस्य दुःखस्य च मध्ये व्यापारः भवति धर्मः अधर्मश्च. अस्तु भगिनि, वदतु किञ्चित् बुद्धं चेत्. धर्मः अधर्मः संस्कारः एतादृश प्रत्यक्षं मनसि न सम्भवति, तत्कारणात् तेन एते अतीन्द्रियाः. अतीन्द्रियाः किन्तु मनसा साक्षात् न ज्ञायते, परन्तु कथं जानीमः एते सन्ति इति? केवलम् अनुमानं कृत्वा, अनुमानेन तेषाम् अस्तित्वं कल्पमानः. हा, अनुमानेन एव तेषां कल्पयामः. अनुमानेन. हा, अपि च एते त्रयः व्यापाराः. व्यापारः नाम कारणफल, अनयोः मध्ये यद्भवति माध्यमरूपेण सः व्यापारः. तर्हि धर्मः, अधर्मः, संस्कारः व्यापाराः भवन्ति. कथं व्यापारः भवति? आत्मनि विद्यमान, अस्तु, अत्र सुखम् इति फलम् इति चिन्तयन्तु. एवमेव तस्य आत्मनि विद्यमान अधर्मेण दुःखं जायते. धर्म अधर्म साक्षात् मनसा न गृह्यते, केवलं धर्मेण सुखम् इति फलं जायते, अधर्मेण दुःखम् इति फलं जायते इति अनुमानं कृत्वा धर्मः अधर्मः इत्यपि गुणः अस्ति आत्मनि गुणाः गुणौ स्तः आत्मनि इति अनुमानं कर्तुं शक्नुमः. बुद्धं वा? बुद्धं. प्रश्नः अस्ति भगिनि, अत्र बुद्धि सुखं दुःखम् इच्छाद्वेषप्रयत्नपर्यन्तं केवलं फलमेव, धर्मः अधर्मः संस्कारः व्यापारः वा? सत्यम्. अपि च फलम् इत्युक्ते कीदृशं? हा, बुद्धि सुख दुःख इच्छा द्वेष प्रयत्नः, एते गुणाः. अस्तु, अहं सुखी अस्मि इति ज्ञानमस्ति. परन्तु भवता यत् पृष्टमस्ति, बुद्धि सुखं दुःखम् इच्छा द्वेष, एते केवलं फलानि भवन्ति वा इति, किल? आम्. तत्र अहं चिन्तयामि, इच्छा इति फलं भवितुमर्हति न वा इति न जानामि, परन्तु सुखं दुःखम् इति तु फले स्तः एव. वयं सुखम् अनुभवामश्चेत् तत्र सुखम् इति फलं, दुःखम् अनुभवामश्चेत् दुःखम् इति फलं तु अस्ति. यदि यत् मनसा अनुभवति तत् फलम् इति वक्तुं शक्नुमः. इच्छा द्वेष प्रयत्नः ते सर्वे मनसा अनुभूयते. तस्मात् फलमिति वक्तुं शक्नुमः. अथवा किमर्थं चेत् मां प्रश्नः किमर्थम् उदेति चेत्, धर्मः अधर्मः संस्कारः ते व्यापारः भवति एव. धर्मः मनसा अनुभवितुं न शक्नुमः, परन्तु फलस्य आधारेण एव तस्मात् सुखमिति तस्य व्यापारः भवति. सत्यं सत्यम्, अहम् अवगच्छामि भवतः प्रश्नम् अवगच्छामि. केवलं सुखदुःख इति फलेन अपि च इच्छा प्रयत्नः सर्वं फलं भवितुम् अर्हन्ति खलु इति, खलु? प्रायः स्यात्, किन्तु एकवारं पत्रमपि लिखतु महोदयं प्रति. भवतः प्रश्नद्वयम् आसीत् खलु अद्य, एतदपि एते सर्वे फलानि भवन्ति वा इति, अनन्तरं तद् काष्ठस्य विषये अपि आसीत्, काष्ठमपि कारणम् इति अस्ति वा इति कृपया पत्रं लिखतु. भगिनी, सर्वं सुखानि दुःखानि कारणं धर्म अधर्म न भवति. सुखदुःखं कारणं तु नास्ति, फलमस्ति. फलमस्ति न, धर्म अधर्म सदैव व्यापार सुखदुःखफलं न भवति. सुखदुःख इति गुणा क्षम्यतां भगिनि, पुनः वदतु. धर्मस्य फलं सदैव सुखं वा अधर्मस्य फलं सदैव दुःखं न जायते? हा, न जायते, परन्तु ऊहां कर्तुं शक्नुमः. केवलम् ऊहया वदामः, ओ एषः किमपि धर्मं कृतवान् तदर्थं सुखी अस्ति, एषः किमपि दुष्कार्यं कृतवान् इति ऊहा एव क्रियते. भवती यद्वदति तत् सत्यमेव, सर्वदा धर्मात्माः सर्वदा सुखिनः न भवन्ति, प्रायः तथा नास्ति. किन्तु ऊहा अत्र मुख्यविषयः अस्ति, ऊहा. साक्षात् मनसः न गृह्यते इति कृत्वा ऊहां कुर्मः, फलस्य कारणं फलस्य व्यापारः स्यात् इति. भगिनि, अत्र धर्म अधर्म इत्युक्ते पुण्यं पापं वा? सत्यं भगिनि, धर्म अधर्म इत्युक्ते पुण्यं पापं, न तु तद् समानानां धर्मः सामान्यमिति यद् पठितवन्तः, जातिः घटघटत्वं तथा नास्ति इत्येव प्रश्नः आसीत् वा भगिनि? आम् आम्, इदानीं तु स्पष्टं भगिनि. अस्तु, अग्रे अखिला भगिनी पठति वा? अग्रे संस्कारः तस्य व्यापारः इत्युक्तौ स्मरणस्य. यदा अस्माकं प्रत्यक्षज्ञानं भवति, अयं घटः इति ज्ञानं, तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम् आत्मनि. स स च संस्कारः कदाचित् घटम् अहं दृष्टवान् इति स्मरणं जनयति. इत्थं च प्रत्यक्षज्ञानेन जायते संस्कारः. अग्रे स एव व्यापारः स्मरणं जनयति. अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नम्. तु धर्म अधर्मविषये चर्चितवन्तः. अनन्तरं संस्कारः इति इति विषये अत्र लिखितमस्ति. संस्कारः अपि व्यापारः एव अस्ति. तद्व्यापारस्य फलमस्ति स्मरणं. यदा वयं अयं किमपि घटं पश्यामः, अयं घटः इति ज्ञानम् अस्माकं मनसि आगच्छति. अनन्तरं दिनद्वयं वा त्रयं वा गत्वा तत्र अहं सोमवासरे घटं दृष्टवती वा मङ्गलवासरे घटं दृष्टवती इति स्मरणम् आगच्छति. तत् स्मरणस्य कारणं यद् व्यापारः अस्ति तत् तस्य व्यापारस्य नाम एव संस्कारः इति. संस्कारः अस्तु. अग्रे अपि पठतु. एतत् स्पष्टं स्यात् धर्म अधर्म इति. अपि च भगिन्या यदुक्तं संस्कारः अपि व्यापारः. संस्कारः कस्य जनकः भगिनि? इतोपि एकवारं वदतु. संस्कारः स्मरणस्य स्मरणस्य जनकः. संस्कारः स्मरणस्य जनकः. अपि च संस्कारस्य केन जायते? संस्कारस्य जनकः संस्कारस्य ज्ञानमेव संस्कारस्य जनकः खलु. प्रत्यक्षज्ञाने संस्कारः जायते. अपि च संस्कारेण स्मरणं संस्कारः मध्ये भवति. ज्ञानस्य स्मरणस्य मध्ये अस्ति संस्कारः इति कृत्वा संस्कारः अपि व्यापारः अस्ति. अस्तु अग्रे. एवं रीत्या धर्मः अधर्मः संस्कारश्च एते त्रयः गुणाः व्यापारः भवन्ति. यत् लोके माध्यमं वदामः, कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति. तत्र धर्मः अधर्मः संस्कारः त्रयः गुणाः अपि तत्र व्यापारः इति वदामः. व्यापारः इत्युक्ते यद् मध्ये तिष्ठति, तत्र कारणम् अस्ति, अनन्तरं कार्यमस्ति. कार्यमित्युक्ते फलम् अस्ति. द्वयोः मध्ये किमपि व्यापारः भवति. तद् व्यापारः एव माध्यमरूपेण यद् व्यापारः भवति तदेव तत्र व्यापारः इति अस्ति. अनन्तरं तत् द्वितीयं नाम अस्ति माध्यमम् इति यद् वयं लोके वदामः तदेव व्यापारः इति अपि वक्तुं शक्नुमः. अस्तु अग्रे भगिनि. एते च त्रयः गुणाः अतीन्द्रियाः, मनसा साक्षात् ज्ञातुं न शक्यन्ते. अहं धर्मात्मजः अस्मि इति कश्चित् वदति, परन्तु तस्य तादृशः अनुभवः तु न भवितुम् अर्हति. धर्मः अस्ति वा अधर्मः अस्ति वा तस्य फलं दृष्ट्वा एव वक्तुं शक्नुमः. कोऽपि अतीव दुःखी अस्ति इत्यस्य दर्शनेन वक्तुं शक्नुमः, अहो सः बहु अधर्मं कृतवान् अतः अधुना दुःखम् अनुभवन् अस्ति. फलं दृष्ट्वा तस्य कारणम् अधर्मं वयम् अनुमानेन ज्ञातुं शक्नुमः, न तु प्रत्यक्षेन. एतत् विषये तु भगिनी भवती उक्तवती पूर्वमपि. तत्र यद् एते त्रयः गुणाः सन्ति ते तु तत्र अतीन्द्रियाः अस्ति इत्युक्ते इन्द्रियम् उपयुज्य तस्य ज्ञानम् अवगन्तुं न शक्नुमः. तत्तु अनुमानेन एव ज्ञातुं शक्नुमः तत्र धर्मः अस्ति वा अधर्मः अस्ति अधर्मः अस्ति वा इति. कोऽपि दुःखः अनुभवति चेत् प्रायः तत्र सः अधर्मः कृतवान् तदर्थं तत्र इदानीं दुःखम् अनुभवन् अस्ति इति वक्तुं शक्नुमः. परन्तु तस्मिन् अधर्मः अस्ति वा धर्मः अस्ति वा इति इन्द्रियान् उपयुज्य ज्ञात्वा वक्तुं न शक्नुमः. धर्मः अधर्मः अपि इन्द्रियैः न गृह्यते, मनसा न गृह्यते, केवलम् ऊहा एव अस्ति. फलं दृष्ट्वा ऊहां कर्तुं शक्नुमः इति अस्ति. अस्तु, अग्रे किञ्चित् संस्कारस्य विषये दत्तमस्ति, किञ्चित् पठेम. सन्ध्या भगिनी पठति वा? संस्कारः त्रिविधः, वेगः, स्थितिस्थापकः, भावना चेति. यदा फलं पतति तदा तस्मिन् वेगः भवति, यदा एकं यानं गच्छति तदा तस्मिन् वेगः भवति, क्रियया सह जायते वेगः. फले पतनक्रिया उत्पन्ना तदा वेगः उत्पन्नः. स्थितिस्थापकः इति द्वितीयः कश्चन संस्कारः, सः कटादौ भवति. कटं वयं पुटीकुर्मः, अग्रे पुनः पूर्वरूपेण स्थापयामः. एवमेव रबर् बेण्ड् एकवारं दीर्घं कुर्मः, पुनः तत् संक्षिप्तं भवति. एवं रीत्या पूर्वावस्थायाः आपादकं भवति स्थितिस्थापकः इति गुणः. अधुना घटं पुटीकुर्मश्चेत् भग्नः भवति, नष्टः भवति, परन्तु कटं पुटीकुर्मश्चेत् पुनः पूर्वरूपेण स्थापयितुं शक्यते. तादृशेषु वस्तुषु विद्यमानगुणः स्थितिस्थापकः इत्युच्यते. यस्य वस्तुनः तदवस्थां सम्पादयितुं शक्नुमः, एतादृशवस्तूनि भवति स्थितिस्थापकः संस्कारः. तृतीयः भावना इति संस्कारः आत्मनि भवति, प्रत्यक्षज्ञानेन जायते, स्मरणं जनयति. अनुभवात्मकज्ञानेन जायते, स्मरणं जनयति. आहत्य संस्कारः त्रिविधः, वेगः, स्थितिस्थापकः, भावना चेति. वेगाख्यसंस्कारः पञ्चसु द्रव्येषु भवति, पृथिव्यां, जले, तेजसि, वायौ, मनसि. एषु पञ्चसु क्रियाश्रयत्वम् इति कारणेन मूर्तद्रव्याणि इत्युच्यन्ते. स्थितिस्थापकाख्यसंस्कारः पृथिव्यामेव भवति, भावनाख्यसंस्कारः आत्मनि एव भवति. तर्हि संस्कारस्य विषये अस्ति, त्रिधा विभजनं कर्तुं शक्नुमः संस्कारस्य. वेगः इति एकः संस्कारः, स्थितिस्थापकः संस्कारः, अनन्तरं भावना इति. तर्हि वेगः इति यः संस्कारः अस्ति, सः संस्कारः केवलं मूर्तद्रव्येषु एव भवति. मूर्तद्रव्याणि इत्युक्ते पृथिवी, जलं, तेजः, वायुः, मनः. मूर्तद्रव्याणि इति वदामः किमर्थम् इत्युक्ते तेषु द्रव्येषु एव क्रिया भवति. अतः येषु द्रव्येषु क्रिया भवति तेषु एव द्रव्येषु वेगः इति संस्कारः भवति इति वेगस्य विषये. द्वितीयः संस्कारः अस्ति स्थितिस्थापकः इति. यत्र पूर्वावस्थां पुनः स्थापयितुं शक्नुमः पूर्वावस्थायां, तदेव तस्य एव तस्मिन्नेव द्रव्ये स्थितिस्थापकः इति संस्कारः भवितुम् अर्हति. उदाहरणार्थं तत्र घटः इति अस्ति, तस्य यदि पूर्वस्थितिं यदि प्रापयितुम् इच्छामः तर्हि तस्य पुटीकरणम् इति वा किमपि कर्तुं न शक्नुमः, भग्नः एव भवति. अतः घटे स्थितिस्थापकः संस्कारः नास्ति. परन्तु द्वितीय उदाहरणार्थं तत्र कटः इति अस्ति, कटः तस्य प्रसारणं कुर्मः, परन्तु यदा कार्यं समाप्तं भवति तदा तत् स्वीकृत्य तस्य पुटीकरणमपि कृत्वा पुनः पूर्ववत् स्थापयामः. तर्हि कटे स्थितिस्थापक संस्कारः इति भवति. तर्हि तादृशसंस्कारः केवलं पृथिव्याम् एव भवति, तत्र द्रव्येषु इति पृथिव्याम् एव भवति इति वदन्ति. अनन्तरं तृतीयः संस्कारः अस्ति भावना. केवलम् आत्मनि एव भवितुमर्हति भावना नामकसंस्कारः. तत्तु प्रत्यक्षेण प्रत्यक्षज्ञानेन भवति. प्रत्यक्षज्ञानेन या भावना भवति तस्य नाम स्मरणम् इति वा भगिनि? प्रत्यक्षज्ञानेन जायते इति उक्तं खलु। हा, अत्र भावना इति संस्कारः ज्ञानेन जायते तावदेव। तर्हि अग्रे प्रत्यक्षज्ञानेन जायते स्मरणं जनयति, अनन्तरम् अनुभवात्मकज्ञानेन जायते स्मरणं जनयति, तत् किञ्चित् सत्यम्। अनुभवात्मकज्ञानेन इत्युक्ते यत्किमपि भवति अनुभवति तेनापि स्मरणं जायते। तर्हि भावना इत्युक्ते स्मरणम्। अग्रिमकरपत्रे एकम् उदाहरणं, प्रायः समयः न स्यात् अद्य पठनार्थं, तर्हि ज्ञानादिकरणम् आत्मसम्बद्धप्रश्नः इति अस्ति खलु, तत्र एकम् उदाहरणं दत्तं महोदयेन। अहं मार्गे अस्मि तदा कमपि पश्यामि, तं पृष्ट्वा मम पितरं स्मरामि चेत्, ओ एषः मम पितावत् दृश्यते इति स्मरामि चेत्, तद् प्रायः अनुभवात्मकज्ञानम् इति भवति इति चिन्तयामि। अस्तु, तर्हि अत्र यद् लिखितमस्ति भावना इत्युक्ते स्मरणम् एव वा इति अर्थः वा? न, भावना इति संस्कारः, व्यापारः, भावनाख्यसंस्कारः, भावना नाम संस्कारः, परन्तु भावना केन जायते? ज्ञानेन जायते, प्रत्यक्षज्ञानेन वा अथवा अनुभवात्मकज्ञानेन वा जायते भावना नाम्ना संस्कारः। अस्तु, तर्हि प्रत्यक्षज्ञानेन वा अनुभवात्मकज्ञानेन स्मरणं जायते, ततः भावना इति संस्कारः जायते। अत्र वाक्यं किञ्चित् भ्रमजनात्मकम् इति मन्ये। प्रत्यक्षज्ञानेन जायते भावना, अस्तु, तत्र फुल् स्टाप्। भावना स्मरणं जनयति। ओ अस्तु, तर्हि भावना इति संस्कारः प्रत्यक्षज्ञानेन जायते वा अनुभवात्मकज्ञानेन जायते, ततः स्मरणम् इति आगच्छति। अस्तु, तस्य जन्यजनकत्वं भावं भवति भगिनि? हा सत्यं भगिनि, यत्र कुत्रापि व्यापारः यत्र अस्ति, व्यापारस्य लक्षणवाक्यमेव तदस्ति, तज्जन्यत्वे सति तज्जन्यजनकत्वम्। अत्र तज्जन्यं किम् अस्ति? प्रत्यक्षज्ञानम् अथवा अनुभवात्मकज्ञानम्। तज्जन्यजनकं किं? स्मरणम्। तर्हि तज्जन्यजनकत्वमपि अस्ति भावनायाम्, अपि च तज्जन्यत्वमपि अस्ति। अत्र तद् इत्युक्ते ज्ञानम्। बुद्धं वा? अस्तु, तर्हि संस्कारस्य त्रैविध्यम् अस्ति, वेगः क्रियाश्रयद्रव्येषु अस्ति, वेगः नाम्ना संस्कारः, स्थितिस्थापकसंस्कारः यथा भगिन्या उक्तवती, पूर्वस्थित्यां यदा कमपि पदार्थं स्थापयितुं शक्नुमः तादृशवस्तुषु एव स्थितिस्थापकः। तृतीयः भावना नाम संस्कारः, भावना नाम संस्कारः एव आत्मसम्बन्धः। अस्तु, वेगः स्थितिस्थापकसंस्कारः आत्मसम्बद्धौ न स्तः, केवलं भावनासंस्कारः एव आत्मसम्बद्धसंस्कारः, एषः एव संस्कारः अस्ति आत्मनि, भावनाख्यसंस्कारः। अनन्तरं हा इति अपि अस्ति अन्तिमवाक्यमेव, तद् भावनाख्यसंस्कारः आत्मनि एव भवति। प्रश्नः अस्ति आत्मनः विषये, वेगः भावना इति स्तः अहम् अवगच्छामि, परन्तु स्थितिस्थापक एकनिमिष भगिनि, एकनिमिष, वेगः अपि आत्मनः विषये नास्ति। तत्र इतोपि एकं करपत्रमस्ति खलु महोदयेन रचितं, प्रश्नोत्तराणि, तत्र ज्ञानाधिकरणात्मसम्बद्धप्रश्नः इति द्वितीयं करपत्रम् अस्ति, तत् किञ्चित् पठन्ति चेत् एतेषां प्रश्नानाम् उत्तरमस्ति तत्र। तत् पठितव्यम् आसीत् किन्तु समयः नास्ति अद्य, तर्हि कृपया गृहे पठन्तु सर्वे। भगिनी, आगामि शनिवासरे सोमवासरे मेमोरियल् डे वीकेण्ड् अस्ति, वर्गं भवति वा? आगामि सोमवासरे प्रायः मङ्गलवासरे भवति, सम्यक् वा सर्वेभ्यः? शनिवासरे भवति वर्ग प्रायः भगिनि अहम् एतावता न जानामि किन्तु चिन्तनं मङ्गलवासरे भवति चेत् सम्यक् अस्ति किम् सामान्यतया यथा भवति सार्धनववादने ईस्टर्न् टैम् अस्ति वा प्रायः स्यात् शनिवासरे अपि वर्गः स्यात् शनिवासरे अपि स्यात् किल आमां किमपि न उक्तं महोदय तर्हि स्यात् एव अस्तु अन्य कोऽपि प्रश्नः नास्ति चेत् अद्य विरमामः कृपया अन्यत् करपत्रं पठन्तु धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः धन्यवादः